अस्तु, रक्षा। तर्हि न्यायवर्गस्य चिन्तनवर्गम् अद्य आरभ्यते नूतनेभ्यः. न्यायशास्त्रम् अस्ति षड्दर्शनशास्त्रेषु अन्यतमम्. अस्मिन् न्यायशास्त्रवर्गे वयं विद्याधरी नाम ग्रन्थं पठामः. सर्वेषां पुरतः पी डी एफ़् स्यात् इति मन्ये, विद्याधरी ग्रन्थस्य अस्ति खलु? आम्. अस्तु, तर्हि ग्रन्थे भागत्रयं वर्तते, उद्देशभागः, लक्षणभागः अपि च परीक्षा इति अन्तिमभागः. स्वरूपमहोदयस्य न्यायवर्गे पुरातनछात्रैः उद्देशभागः समापितः अस्ति. उद्देशभागः सप्तत्रिंशत् पुटानि यावन्ति सर्वम् उद्देशभागः इति उच्यते. तत् समापितः अस्ति. नूतनेभ्यः पुनः प्रारम्भतः पाठः आरप्स्यते. तर्हि आदौ न्यायशास्त्रे विश्वे यावन्ति वस्तूनि सन्ति तेषां विश्लेषणं भवति. विश्लेषणं नाम सर्वं वस्तु एकमेकमपि वस्तु स्वीकृत्य तस्य श्रेणीकरणं भवति. तस्य वस्तुनः गुणः किम् इत्यस्य विश्लेषणं भवति. वस्तूनां मध्ये सम्बन्धः कीदृशः इत्यस्य विश्लेषणं भवति. इति कृत्वा कृत्वा विश्वे यावन्ति वस्तूनि सन्ति तेषां सर्वेषां विश्लेषणं न्यायशास्त्रे अपि च ग्रन्थे अस्मिन् वर्तते. अन्य केनापि आगतं वा इदानीम्? हरि ओम्. रक्षा भगिनि. आं भगिनि. भवती अद्य आरम्भात् करोति वा, आरम्भात् पाठयति वा पुनर्चिन्तनं? अस्तु अस्तु अस्तु. अन्य केनापि आगतं वा इदानीं? हरिः वदामि. अहं तु उक्तवान् मम कार्यानं चालयन् अस्ति इति, अतः मध्ये मध्ये तत् त्रुटितं भवति, अतः अहमेव पुनः आगतवान्. चिन्ता मास्तु, धन्यवादः. अस्तु, श्रीकृष्णः वा? आम्. अस्तु, अन्य केनापि आगतम् इदानीम्? अस्तु, तर्हि पुस्तकं पुरतः स्यात् इति मन्ये. यथा अहम् उक्तवती, वस्तूनां श्रेणीकरणं तः आरभ्य पुस्तके अस्मिन् वस्तूनां विश्लेषणं भवति. जगति न्यायशास्त्रानुसारं जगति सप्तपदार्थाः सन्ति. तृतीये पुटे पश्यन्तु सर्वे. तृतीयं पुटं पश्यन्ति वा? अस्तु, तर्हि विद्याशङ्करमहोदय पठति किं? द्रव्यगुणकर्म इत्यादि अस्ति खलु तत्? हरि ओम्, विद्याशङ्करमहोदय अस्ति वा? आमाम् अस्मि. तृतीये पुटे यदस्ति तत् पठतु कृपया. द्रव्यगुण कर्म सामान्य विशेष समवाय अभावाः सप्तपदार्थाः. अग्रे द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः, इमे सप्तपदार्थाः. तत्र पदार्थे देशे सामान्यनिर्देशे आदौ द्रव्यं निर्दिष्टं. कुतः? यतः इतरे सर्वे अपि द्रव्यमाश्रित्य तिष्ठन्ति. तत्र अस्ति विशेषः, द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते, गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते. यथा यज्ञदत्तः साधु साधु महोदय. तर्हि अत्र उक्तम् अस्ति जगति सप्तपदार्थाः यावन्ति वस्तूनि सन्ति जगति ते तानि सर्वाणि एषु गणेषु द्रव्यं वा गुणः वा कर्म सामान्यं विशेषः समवायः अभावः एषु गणेषु अन्तर्भूताः भवन्ति. यावन्ति वस्तूनि सन्ति जगति ते सर्वे एषु गणेषु कुत्रचित् भवन्ति. तर्हि द्रव्य गुणः कर्म सामान्यं विशेषः समवायः अभावः इति सप्तपदार्थाः जगति इति नायायिकैः उच्यते. अस्तु, इदानीं एते सन्ति सप्तपदार्थाः. इदानीं द्रव्यं नाम किम् इति प्रथमे पुटे उक्तमस्ति. प्रथमपुटं पश्यन्ति वा विद्याशङ्करमहोदय? आम्, तत्र प्रथमं परिच्छेदं कृपया पठतु. जगति अनेकानि, जगति अनेकानि वस्तूनि सन्ति. पर्वताः, नद्यः, गृहाणि, मनुष्याः, इतरे प्राणिनः, वनानि, नगराणि इत्यादि. तेषां ज्ञानेन बुद्धिः विशदा विचारसमर्था भवति. परन्तु ते अनन्ताः अनेकविधाश्च. अतः सर्वेषां सर्वविधानां ज्ञानं दुःशकम्. अतः किञ्चन वस्तु यद् बहुषु वर्तते तदादाय तेषां ज्ञापनाय पूर्व आचार्यैः यत्नः कृतः. तर्हि जगति अनेकानि वस्तूनि सन्ति खलु, पर्वताः, नद्यः, गृहाणि इति इतरे अनेकानि वस्तूनि सन्ति. सर्वेषां ज्ञानं दुष्करं, न शक्यते सर्वेषां विषये ज्ञातुं न शक्यते. तदर्थं नैयायिकैः श्रेणीकरणं कृत्वा द्रव्यगुणः कर्म सामान्यविशेषः समवायः अभावः इति श्रेणयः निर्मीय नैयायिकैः सर्वं वस्तु एकस्मिन् गणे भवति. वस्तु द्रव्यं भवति अथवा गुणः भवति, तयोः मध्ये सम्बन्धः भवति चेत् सः सम्बन्धः समवायः, अन्यः कोऽपि सम्बन्धः भवति इति श्रेणीकरणार्थं सप्तपदार्थाः निर्दिष्टाः. अस्तु, अग्रे अपि पठतु महोदय. विद्याशङ्करमहोदय पठति वा? एतानि यथा एतानि नववस्तूनि गृह्णीमः. किं वस्तूनि? पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिग्, आत्मा, मनः. तेषु सर्वत्र कश्चित् गुणः अवश्यं वर्तते. गुणः इति वस्तु पृथिव्यां, जले, तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः. अतः तम् आदाय एते नवपदार्थाः द्रव्यमिति संज्ञां लभन्ते. तथा च कञ्च विशेषमादाय सः विशेषः येषु वर्तते तेषाम् एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः. अस्तु, यथा पूर्वम् उक्तवती द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः इति सप्तपदार्थाः. तर्हि द्रव्यं नाम किं, गुणः नाम कः इति वदनार्थम् उदाहरणत्वेन द्रव्यस्य निरूपणम् अत्र दत्तमस्ति. सर्वे प्रथमे पुटे पश्यन्ति चेत् तत्र नवद्रव्याणि दर्शितानि सन्ति. पृथिवी, जलं, तेजः वायुः आकाशः कालः दिग् आत्मा मनः इति नव्यद्रव्याणि नवद्रव्याणि द्रव्यस्य श्रेण्याम् एतानि वस्तूनि भवन्ति पृथिवी जलं तेजः वायुः आकाशः कालः दिग् मनः आत्मा मनः इति नवद्रव्याणि प्रत्यस्मिन् द्रव्ये अपि कश्चन गुणः वर्तते उपरितने भागे प्रथमे पुटे चित्रे प्रदर्शितमस्ति तत्र गुणः इति प्रदर्शितमस्ति तस्मिन् पङ्क्त्यां कस्मिन् द्रव्ये कः गुणः अस्ति इति प्रदर्शितं पृथिव्यां गन्धः अस्ति जले शैत्यमस्ति तेजसि औष्ण्यमस्ति वायौ स्पर्शः इति गुणः अस्ति आकाशे शब्दः अस्ति काले संख्या दिशि संख्या आत्मनि ज्ञानं मनसि संख्या इति गुणाः वर्तन्ते तर्हि द्रव्यं नाम किम् किं लक्षणं स्यात् इति प्रश्ने कृते तदा श्रूयते सम्यक् हलो हलो रक्षा भगिनी अस्ति वा हलो ड्राप् कृतवती इति तस्य ध्वनिः न श्रूयते तस्य ध्वनिः सा कर्तिता भूतवती प्रायः पुनश्च आगमिष्यति नमस्कारः मम कनेक्षन् भग्नं जातम् आसीत् क्षम्यताम् सर्वे इदानीं श्रोतुं शक्नुवन्ति वा अस्तु तर्हि द्रव्यं नाम तादृशः पदार्थः यस्मिन् कश्चित् गुणः वर्तते सः गुणः कः गन्धः भवतु अथवा शैत्यं भवतु औष्ण्यं भवतु स्पर्शः भवतु चतुर्विंशतिगुणाः सन्ति तेषु अन्यतमः कस्मिंश्चित् पदार्थे वर्तते चेत् सः पदार्थः द्रव्यम् इति संज्ञां लभते इति द्रव्यस्य निरूपणं तथा एव उद्देशग्रन्थे अस्मिन् ग्रन्थस्य उद्देशभागे सप्तपदार्थानां निर्देशः भवति अस्तु इदानीं द्रव्यम् इति किम् इति ज्ञातवन्तः अपि च अग्रे गत्वा गुणः नाम कः कर्म इत्युक्ते किं सर्वम् उद्देशभागे ग्रन्थे एकः प्रश्नः अस्ति द्रव्यम् इति किम् इति पृच्छ्यते चेत् यस्मिन् गुणः अस्ति तद् द्रव्यम् इति उत्तरं वा आम् परन्तु तदर्थं गुणः इति एतत् ज्ञातव्यं किल हा अग्रे अस्ति महोदय अग्रे अस्ति चतुर्विंशतिगुणाः निर्दिष्टाः सन्ति तेषु अन्यतमः कस्मिंश्चित् पदार्थे वर्तते चेत् तत् पदार्थं द्रव्यम् इति संज्ञां प्राप्नोति अपि च नवद्रव्याणि सन्ति पृथिवी जलं तेजः वायुः कस्मिंश्चित् पदार्थे गन्धः इति गुणः भवति चेत् सः पृथिवीश्रेण्यां भवति तथा कस्मिंश्चित् पृथिवी जलं तेजः वायुः अनित्यानि द्रव्याणि इति उच्यन्ते आकाशः कालः दिग् आत्मा मनः नित्यद्रव्याणि इति उच्यन्ते अस्तु तर्हि एकवारं वदतु भगिनि पृथिवी जलं तेजः वायुः अनित्यानि द्रव्याणि यस्य नाशः भवितुमर्हति अनित्यानि द्रव्याणि आकाशः कालः दिग् आत्मा मनः नित्यानि द्रव्याणि. धन्यवादः. अस्तु, इदानीं द्रव्ये गुणः अस्ति इति कथनेन इदं साधितं भवति यत् द्रव्यम् अधः अस्ति, तस्मात् उपरि गुणः अस्ति. तृतीये पुटे कृपया सर्वे चित्रं पश्यन्तु, यज्ञदत्तः आसनम् इति अस्ति, सर्वे पश्यन्ति वा? तत्र चित्रे यज्ञदत्तः आसने उपविष्टः अस्ति, इत्युक्ते आसनम् अधः अस्ति, यज्ञदत्तः तस्य उपरि अस्ति. तथा एव द्रव्ये गुणः अस्ति इति अस्य वदनेन इदं साधितं यत् द्रव्यम् अधः अस्ति, गुणः तस्य उपरि अस्ति. यथा आसनस्य उपरि यज्ञदत्तः अस्ति, तथा द्रव्ये गुणः अस्ति. तर्हि आसनम् इति आधारः यज्ञदत्तः आदेयः अस्ति. आसनम् आधारः यज्ञदत्तः आधेयः. आसने अधिकरणता इति कश्चन धर्मः वर्तते. यज्ञदत्तः आधेयः, यज्ञदत्ते आधेयता इति कश्चन धर्मः वर्तते. अस्तु, इदानीं तथा एव द्रव्यम् अस्ति आधारः, गुणः अस्ति आधेयः. तर्हि केनापि वक्तुं शक्यते वा द्रव्ये कः धर्मः वर्तते इति? द्रव्ये आधेयता. न, द्रव्ये गुणः अस्ति, यथा यज्ञदत्तः आसने अस्ति, द्रव्ये गुणः अस्ति. द्रव्ये आधारता अस्ति, सम्यक्. गुणे आधेयः, गुणः आधेयः, गुणे आधेयता अस्ति. तथा एव इदानीं यज्ञदत्तः आसने उपविष्टः चेत् यज्ञदत्तः आधेयः, आसनम् अधिकरणमस्ति. यज्ञदत्त आसनोः मध्ये कश्चन भावः वर्तते, सः एव आधार आधेयभावः. आधार आधेयभावः आधार आधेययोः मध्ये वर्तते. तस्य कथनं, तस्य विवरणं कथं कुर्मः इति अग्रे अस्ति. चतुर्थे पुटे कृपया पश्यन्तु सर्वे. जयन्ती भगिनी, अस्ति वा? अस्तु, नागराजमहोदय कृपया पठितुं शक्नोति किम्? आसने अधिकरणा वर्तते, आसने वर्तते इत्यमुं विषयं लघुना उपायेन कथं निरूपयामः? तत्र निष्ठ इति वर्ति इति पदद्वयम् उपकरोति. अतः आसननिष्ठा अधिकरणता, आसनवर्तिनी अधिकरणता इति वाक्यद्वयं जातम्. तद्वदेव यज्ञदत्तनिष्ठ आधेयता, यज्ञदत्तवर्ति आधेयता इति च वाक्यद्वयम्. तत्र आधेयता अधिकरणता प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः. अस्तु, महोदय. अस्तु, अस्य किञ्चित् अस्मात् उपरि चिन्तनं कुर्मः. अस्तु तर्हि आसनम् आधारः, यज्ञदत्तः आधेयः. आसने अधिकरणता अस्ति, यज्ञदत्ते आधेयता अस्ति. आसने अधिकरणता अस्ति इति विषयं वयं लघुना रूपेण कथं वक्तुं शक्नुमः? आसने अधिकरणता अस्ति इत्येव विषयं वयम् आसननिष्ठ अधिकरणता अथवा आसनवर्तिनी अधिकरणता इति वदामः. यज्ञदत्ते किमस्ति? तर्हि आधेयतनिष्ठवर्ति उपयुज्य आधेयतायाः निरूपणं कुर्वन्ति वा कोऽपि? नागराजमहोदय. प्रयत्नं करोमि. प्रश्नः पुनः पृच्छतु भगिनि. अस्तु, इदानीम् अधिकरणता कुत्र अस्ति? अधिकरणता आसने अस्ति. तर्हि अहम् आसने अधिकरणा अस्ति, अधिकरणता अस्ति इत्येव वाक्यम् आसननिष्ठ अधिकरणता इत्यनेन वर्णयितुं शक्नोमि लघुना उपायेन. तथा यज्ञदत्तः निष्ठा आधेयता. हा सम्यक्, तावदेव. यज्ञदत्तनिष्ठ आधेयता अथवा यज्ञदत्तवर्ति आधेयता. निष्ठ वर्ति इत्यस्य उपयोगम् अग्रे गत्वा बहुत्र बहुषु स्थलेषु भवति अस्मिन् ग्रन्थे अथवा न्यायचर्चायामपि निष्ठावर्ति इत्यस्य उपयोगः बहुत्र भवति. तदर्थम् अभ्यासार्थं यत्किमपि कुत्रचित् अस्ति इत्यस्य निरूपणार्थं निष्ठ इत्यस्य उपयोगः भवति. निष्ठ इत्युक्ते विद्यमान. आसने अधिकरणता वर्तते अथवा आसने विद्यमाना अधिकरणता इत्यस्य कथनम् आसननिष्ठ इति लघुरूपेण वक्तुं शक्नुमः. यज्ञदत्ते आधेयता अस्ति इत्यस्य कथनं यज्ञदत्तनिष्ठ आधेयता इत्यस्य कथनेन साधितम्. अतः भगिनी निष्ठावर्ति समानार्थपदानि एव खलु? किं निष्ठावर्ति समानार्थ एव खलु? आं सत्यम्, अर्थ समानं भवति खलु? सत्यं महोदय. किन्तु तत्र अधिकरणता आसनवर्तिनी अथवा आसननिष्ठ अधिकरणता इति वक्तुं शक्नुमः. अधिकरणता स्त्रीलिङ्गे अस्ति, तदर्थं वर्तिनी. आसनवर्तिनी अधिकरणता, यज्ञदत्तवर्ति वर्तिनी आधेयत इति वक्तुं शक्नुमः. इत्येव प्रश्नः आसीत् वा? तर्हि अग्रे महोदयेन पठितं ससम्बन्धिकाः पदार्थाः इति. साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः इति. इदानीम् अहम् आसने अधिकरणता अस्ति इति वदामश्चेत् अथवा यज्ञदत्ते आधेयता अस्ति इति वदामि चेत् अथवा यज्ञदत्तः आधेयः इति वदामि चेत् तर्हि प्रश्नः उदेति, यज्ञदत्तस्य आधारः कः? यदि कोऽपि आधेयः भवति तर्हि तस्य आधारः स्यात्. अपि च किमपि कोऽपि आधारः भवति चेत् तस्य आधेयः अपि स्यात्. तर्हि आधारः आधेयः तौ ससम्बन्धिकौ. द्रव्यगुण, द्रव्यम् इति वदामश्चेत् तत्र द्रव्ये कः गुणः अस्ति इति प्रश्नः उदेति. गुणस्य विषये चिन्तनं कुर्मश्चेत् सः च गुणः कुत्र वर्तते इति प्रश्नः भवति. तर्हि गुणद्रव्यौ ससम्बन्धिकौ. अत्र उदाहरणं दत्तमपि अस्ति. रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते इति. तर्हि रामे पुत्रत्वम् अस्ति, रामे कीदृशं पुत्रत्वम् अस्ति, सः कस्य पुत्रः इति प्रश्नः भवति तदा. तदा रामस्य पुत्रत्वं केन निरूपितं भवति इति जिज्ञासा भवति. तर्हि रामः दशरथस्य पुत्रः इति वदामश्चेत् तत्र रामदशरथौ ससम्बन्धिकौ. इदानीं सम्बन्धिकपदार्थानां निरूपणं कथं कर्तुं शक्नुमः इति अग्रे उक्तमस्ति. आधारः आधेयः ससम्बन्धिकौ, गुणः द्रव्यं ससम्बन्धिकौ, यथा रामः तस्य पिता अपि ससम्बन्धिकाः आसन् तदा. अत्र केवलम् अभ्यासार्थम् इदानीं रागिणी भगिनी अस्ति वा? आं महोदय. पञ्चमे पुटे चित्रम् अस्ति तत्र. अस्तु, उपरि भागे यज्ञदत्तः इति दत्तमस्ति. उपरि गमनार्थम् एकः शरः निर्मितः अस्ति. आधेयता इति अस्ति. निष्ठ इति उपयुज्य वदति वा वाक्यम्? अस्तु, यज्ञदत्ते आधेयता अस्ति, आसने अधिकरणता अस्ति. तमेव वाक्यं निष्ठ अथवा वर्ति उपयुज्य कृपया वदतु. यज्ञदत्तः यज्ञदत्तनिष्ठ आधेयता, आसननिष्ठ अधिकरणता. आसननिष्ठ अधिकरणता इति न्यायशास्त्रे वदामः. तत्र यज्ञदत्तः आसनं च ससम्बन्धिकपदार्थाः. आसनमस्ति चेत् तस्मात् उपरि यज्ञदत्तः अस्ति चेत् यज्ञदत्तः कुत्र उपविष्टः अस्ति इति प्रश्नः. आसनं कस्य आधारः इति प्रश्नः भवति. तर्हि यत्र ससम्बन्धिकाः पदार्थाः भवन्ति तत्र तेषां मध्ये निरूपकनिरूप्यभावः इति कश्चन सम्बन्धः भवति. साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपकः इति उच्यते. पञ्चमे पुटे एव अधस्तने चित्रे आधेयता इति अस्ति, निरूपकः अधिकरणता इति अस्ति, पुनः अधिकरणता इति अस्ति, निरूपकः आधेयता इति अस्ति. आधेयता अधिकरणतां निरूपयति, तर्हि आधेयता निरूपकः. अधिकरणता अपि आधेयतां निरूपयति, तर्हि अधिकरणता अपि निरूपकः. तयोः मध्ये निरूपकः निरूप्य भावः इति कश्चन भावः वर्तते. न्यायशास्त्रे निरूपकनिरूप्यभावं कथं शब्दैः वक्तुं शक्नुमः इति अग्रे निरूपकनिरूप्यभावः व्यवस्थायां विवृतम् अस्ति. सर्वे षष्ठं पुटं पश्यन्तु कृपया. षष्ठं पुटं पश्यन्ति वा? अस्तु, जयन्ती भगिनी अस्ति किम्? पद्मा भगिनी अस्ति वा? अस्ति. अस्ति चेत् तत्र इह यज्ञदत्तः इति ततः पठतु परिच्छेदम्. इह यज्ञदत्तः आधेयतावान् इति वक्तु आश्रय इति पदमुपकरोति, तथा च आसाननिष्ठ अधिकरणतान् निरूपित आधेयताश्रयः यज्ञदत्तः इति. यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम् इति उभयं साधु. उभयं साधु अस्तु. उभयं साधु. षष्ठे पुटे उपरितने भागे चित्रद्वयं वर्तते. वयम् अधुना एव इदम् इदानीमेव निष्ठ उपयुज्य आसने अधिकरणता अस्ति इत्यस्य कथनार्थं निष्ठ उपयुज्य आसननिष्ठ अधिकरणता इति उक्तवन्तः. यज्ञदत्ते आधेयता अस्ति इत्यस्य कथनार्थं यज्ञदत्तनिष्ठ आधेयता इति उक्तवन्तः. अपि च अधिकरणता आधेयता ससम्बन्धिकौ पदार्थौ. ससम्बन्धिकौ इत्युक्ते एकस्य कथनेन अपरस्य जिज्ञासा भवति. आधेयता इत्यस्य वदनेन कस्य आधेयः, तस्य आधारः कः इति जिज्ञासा उदेति. अधिकरणता इत्यस्य वदनेन अधिकरणे कः आधेयः इति जिज्ञासा उदेति. अस्य जिज्ञासायाः परिपूर्णार्थं निरूपकनिरूप्यभावः इति कश्चन सम्बन्धः भवति ससम्बन्धिकपदार्थेषु. अधिकरणता आधेयतां निरूपयति तथा च आधेयता अपि अधिकरणतां निरूपयति. अत्र प्रथमे चित्रे आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः अथवा यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनम् इति यज्ञदत्तस्य वा आसनस्य कथनं भवति. एवं निरूप्यनिरूपकसम्बन्धः ज्ञातश्चेत् आधार आधेयभावः सम्बन्धः अपि ज्ञायते. शिवरामकृष्णमहोदय तस्य प्रयत्नं करोति वा वदनार्थं निष्ठ निरूपित उपयुज्य? यज्ञदत्तः निष्ठ आधेयता निरूपिता अधिकरणता निष्ठ आसनम्. अस्तु. उपरि गमनार्थम् अनार्थं निष्ठ इत्यस्य प्रयोगः, अधः गमनार्थम् आश्रयः इत्यस्य आश्रयः. यज्ञदत्तः निष्ठ आधेयता निरूपिता अधिकरणता आश्रयः आसनम्. आसनं तथा एव उपरितनचित्रं दृष्ट्वा कृपया वदति वा? यज्ञदत्तः निष्ठ आधेयता आसननिष्ठ आसननिष्ठ अधिकरणता निरूपिता आधेयता आश्रयः आश्रय यज्ञदत्तः. यज्ञदत्तः इति यज्ञदत्तस्य वा आसनस्य वा विवरणम् अस्ति. आमाम्. इदानीं यज्ञदत्तः आसनः तु लौकिकविषयः. न्यायशास्त्रे तस्य प्रयोजनं किं, निरूपकनिरूप्यभावस्य प्रयोजनं किम् इत्युक्ते अधोभागे इतोपि एकचित्रम् अस्ति. इदानीमेव वयं चर्चितवन्तः सप्तपदार्थाः सन्ति, द्रव्यगुणः, कर्म, समवायः, अभावः इत्यादयः. तस्मिन् द्रव्यम् इति यद् बोधयामः तस्य लक्षणं किं, द्रव्ये गुणः अस्ति. तर्हि द्रव्यमस्ति आधारः, गुणः अस्ति आधेयः. तयोः मध्ये आधार आधेयभावः वर्तते. तस्य निरूपणं कथं कुर्याम? निष्ठ आश्रयः इत्यादिकम् उपयुज्य. तदर्थं निरूपकनिरूप्यभावः इत्यस्य आवश्यकता अस्ति. तर्हि तथा एव शिवरामकृष्णमहोदय प्रयत्नं करोति वा? अत्र द्रव्यम् अस्ति, द्रव्ये गुणः अस्ति. आम्. द्रव्यः निष्ठ आधेयता निरूपिता अधिकर्णता आश्रय गुण अत्र द्रव्ये किम् अस्ति अधिकरणता अस्ति वा अधेयता अस्ति वा द्रव्ये अधिकरणता अस्ति खलु अधिकरणता तर्हि द्रव्यनिष्ठ अधिकरणता निरूपिता आधेयता आश्रय गुणः गुणः विद्याशङ्कर महोदय अग्रिमचित्रं प्रयत्नं करोति वा विद्याशङ्करमहोदय अस्ति किम् अस्तु मम म्यूट् आसीत् एकनिमिषम् अहं वदन्नस्मि ओके गुणनिष्ठ अधेयता निरूपित अधिकरणता आश्रयः द्रव्यम् द्रव्यं तथा एव निरूपकनिरूप्यभावस्य प्रयोजनं न्यायशास्त्रे अत्र कः पदार्थः कस्मिन् वर्तते अथवा पदार्थयोः मध्ये कः सम्बन्धः वर्तते इत्यस्य कथनार्थं निरूपकनिरूप्यभावः इत्यस्य उपयोगः भवति अस्तु इदानीं निष्ठ इत्यस्य प्रयोगे उपरि गमनार्थं निष्ठ इत्यस्य प्रयोगं कुर्मः अधः गमनार्थम् आश्रयः इत्यस्य प्रयोगं कुर्मः निरूपकनिरूप्यभावस्य वास्तविकप्रयोजनम् अस्ति अप्पर् हेण्ड् रैट् कार्नर् अप्पर् हेण्ड् रैट् कार्नर् इति चिन्तयतु अत्र अधिकरणता आधेयता इति अस्ति खलु तत्र अप्पर् हेण्ड् रैट् कार्नर् मध्ये आधेयता इति अस्ति तस्य निरूपणार्थं निरूपकनिरूप्यभावस्य प्रयोगः भवति चेत् एवं भवति द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता अवगच्छन्ति वा सर्वे गुणनिष्ठ आधेयता अस्तु अवगच्छन्ति वा पुनः एकवारं भगिनि प्रश्नाः सन्ति चेत् इदानीमेव पृच्छन्तु चिन्ता नास्ति अस्तु निरूपकनिरूप्यभावस्य वास्तविकप्रयोगः भवति तत्र चित्रं दृष्ट्वा उपरितने रैट् हेण्ड् टाप् कार्नर् मध्ये यद् भवति आधेयता भवतु अधिकरणता भवतु यत्किमपि भवतु तस्य निरूपणार्थम् एवं भवति द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता अवगच्छन्ति किम् गुण इत्यस्य पदार्थः गुणे आधेयता अस्ति द्रव्यम् इति पदार्थः द्रव्ये अधिकरणता अस्ति तर्हि द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति आधेयतायाः वर्णनम् इदानीम् अधिकरणतायाः वर्णनम् अहमिच्छामि चेत् गुणनिष्ठ आधेयतानिरूपित द्रव्यनिष्ठ अधिकरणता इति वाक्यं भवति अस्तु भवत्सु कोऽपि प्रयत्नं करोति किं तस्य कथनार्थं गुणनिष्ठ आधेयतानिरूपित महोदय अधिकरणता निष्ठ द्रव्यं न द्रव्यनिष्ठ अस्तु द्रव्ये अधिकरणता अस्ति तर्हि द्रव्यनिष्ठ अधिकरणता अहं द्रव्यनिष्ठ अधिकरणतायाः निरूपणम् इच्छामि गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता इति अधिकरणतायाः वर्णनम् आधेयतायाः वर्णनम् एवं भवति द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता मनसि इदं स्थापयन्तु ऊर्ध्वगामिनी शरे निष्ठ इति स्थाप्यते इत्युक्ते उपरि यद् गच्छति निष्ठ इति स्थाप्यते तिरश्चीने शरे हारिजोण्टल् यत्र भवति शरः अथवा एरोमार्क् तत्र निरूपित इति स्थाप्यते अधः गमनार्थं आश्रयः इति स्थाप्यते. किन्तु यदा अहं रैट् हेण्ड् अप्पर् कार्नर् इत्यस्य विवरणं करोमि तत्र उपरि गमनं भवति. उपरि गमनार्थं निष्ठ इति स्थाप्यते. द्रव्यनिष्ठ अधिकरणता निरूपितगुणनिष्ठ आधेयता अथवा गुणनिष्ठ आधेयता निरूपितद्रव्यनिष्ठ अधिकरणता इति तयोः मध्ये यः निरूपकनिरूप्यभावः अस्ति तस्य विवरणम् एवं भवति. अस्तु अग्रे. नमस्ते भगिनि, रागिणी अस्मि. अधिकरणतायाः वर्णनं यदि करोमि चेत् तत्र गुणनिष्ठ आधेयता निरूपिता तदनन्तरं किं द्रव्यनिष्ठ गुणनिष्ठ आधेयता निरूपिता अधिकरणता इति वक्तुं शक्नोति भवती. किन्तु सा च अधिकरणता कुत्र वर्तते? द्रव्ये. हा द्रव्ये. तर्हि द्रव्यनिष्ठ अधिकरणता अस्ति खलु? हा तदर्थं गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता इति वाक्यम् अवगतम्? धन्यवादः. तर्हि भवती एव प्रयत्नं करोति वा आधेयता इत्यस्य निरूपणं कर्तुम्? अधेयतायाः निरूपणम् अस्तु अहं करोमि. द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता. गुणनिष्ठ आधेयता समीचीनं. तथा एव आधेयता अधिकरणता यत्किमपि अस्ति रैट् हेण्ड् अप्पर् कार्नर् मध्ये तस्य निरूपणं तथा भवति. अग्रे गत्वा इतोपि तादृशाः प्रसङ्गाः भवति यत्र निरूपकः निरूप्यभावः निर्मीय विवरणं स्यात्. अस्तु कृतिका वदतु. अत्र पञ्चमे पुट मध्ये एकं चित्रम् अस्ति, चित्रं संख्या सप्त. व्यासः निरूपकथा कृष्णकथा निरूप्यता एतद्विषयं किञ्चित् चर्चां कुर्मः इदानीं. मम एतत् सम्यक् अवगतं न. एतत् तु केवलं कः निरूपः निरूपकः कः निरूप्या का इत्यस्य वदनार्थमेव एतत् चित्रमस्ति अत्र तावदेव. तर्हि अत्र अधिकरणता अधेयता इत्यादि तस्य सम्बन्धं नास्ति नास्ति वा? न नास्ति एव. इदानीं निरूपकनिरूप्यभावः इत्यस्मिन् निरूपकः एकः भवति निरूप्यः अपरः भवति इत्यस्य दर्शनार्थमेव तत् उदाहरणं स्वीकृतम्. व्यासः कृष्णकथां रचितवान्. तर्हि कृष्णकथा केन निरूपिता अस्ति? व्यासेन. तर्हि व्यासे निरूपकथा अस्ति, कृष्णकथायां निरूप्यता अस्ति इति वदनार्थम् एव तद् उदाहरणं स्वीकृतम्. यथा अधिकरणता निरूपित आधेयता इति वदामि तदा अधिकरणता निरूपकः आधेयता निरूप्या. अधिकरणतायां निरूपकता अस्ति, आधेयतायां निरूप्यता अस्ति. ससम्बन्धिकपदार्थाः भवन्ति चेत् तत्र एकः निरूपकः भवति अपरः निरूप्यः, अपराः निरूप्याः भवन्ति इत्यस्य कथनार्थम् एकम् उदाहरणं स्वीकृतं व्यासकृष्णकथा. अस्तु कृतिका भगिनी अस्ति वा? भगिनी प्रिया अस्मि. तस्मिन् पञ्चमपुटे एव आधेयता निरूपकः अधिकरणता, अनन्तरम् अधिकरणतायाः निरूपकः आधेयता इति अस्ति. द्वयमपि भवितुम् अर्हति वा? सत्यम्. इदानीं षष्ठे पुटे चित्रं दृष्टवन्तः खलु, तत्र एरो बैडैरेक्षनल् अस्ति. अधिकरणता आधेयतां निरूपयति, आधेयता अधिकरणतां निरूपयति. यत्र परस्परनिरूपकनिरूप्यभावः भवति तत्र पदार्थाः ससम्बन्धिकाः इति उच्यते. अस्तु, यत्र आधेयता निरूपकः अस्ति तत्र अधिकरणता निरूप्या भवति वा? सत्यम्. अस्तु. अस्तु, कृतिका भगिनी अस्ति किम्? आम् आम् अस्ति. अस्तु भगिनि, तर्हि सप्तमे पुटे आम् पठतु चित्रस्य अधोभागे किं यत्किमपि अस्ति. तानि नवद्रव्याणि इति वाक्यं वा? सत्यम्. आम्, तानि नवद्रव्याणि सङ्घकारेण निर्दिष्टानि कृतिव्याधिनि तथा च सङ्ग्रहः तत् द्रव्याणि पृथिव्य अस्तु अहमेव पठामि. केवलं द्रव्याणां निरूपणं पृथिवी आपः तेजः वायुः आकाशः कालः दिगात्मनः इति नवद्रव्याणि पदार्थेषु द्रव्यम् इति द्रव्याणि तेषु नवद्रव्याणि भवन्ति तस्मिन् नवद्रव्याणि भवन्ति इति. इदानीं द्रव्ये गुणः अस्ति इति वयम् उक्तवन्तः. द्रव्यसंज्ञां पदार्थः तदा प्राप्नोति यदा गुणः भवति. गुणः इति अपि एकः पदार्थः, द्रव्यमपि एकः पदार्थः. सप्तपदार्थेषु द्रव्यं गुणम् अन्यतमः. तर्हि ते गुणाः के इति अग्रे दर्शितमस्ति. तर्हि कृतिका भगिनी पठति वा ततः गुणान् विभजते इति. ततः गुणान् विभजते रूपः स्कन्धः स्पर्शः संज्ञा आपः वा? संख्या परिमाण पृथिवी पृथक्त्व संयोग विभाग परत्व गुरुत्व द्रवत्व श्रेहशब्द बुद्धि सुखदु केचाद्रेश प्रयत्न धर्माधर्म संस्काराः चतुर्विंशतिगुणाः इति. चतुर्विंशतिगुणाः. तर्हि कस्यचित् प्रश्नः आसीत् द्रव्ये गुणः वर्तते इति वयं वदामश्चेत् तत्र गुणः नाम कः इति कस्यचित् प्रश्नः आसीत् खलु. यः पदार्थः द्रव्यम् इति संज्ञां प्राप्नोति तस्मिन् गुणः वर्तते. कीदृशः गुणः स्यात्? एषु चतुर्विंशतिगुणेषु एकः गुणः स्यात् तस्मिन्. यथा प्रथमे पुटे आसीत् पृथिव्यां गन्धः अस्ति, गन्धवती पृथिवी इति वाक्यं प्रसिद्धम् इति श्रूयते. जले शैत्यम् इति गुणः आसीत्, तेजसि औष्ण्यम् इति गुणः आसीत्. ते सर्वे चतुर्विंशतिगुणेषु अन्तर्भूताः भवन्ति. रूपरस गन्धस्पर्शसङ्ख्यापरिमाण इत्यादयः चतुर्विंशतिगुणाः इति उच्यन्ते. शैत्यम् औष्ण्यमपि स्पर्शगुणस्य अन्तर्भागे एव खलु? सत्यम्. पृथक्तया तु नास्ति तत्र शैत्यम् इति. शैत्यम् औष्ण्यम् एतयोः गुण पृथक् गुण नादत्त नास्ति, किन्तु इदानीं रूप इति गुणः अस्ति तत्र. प्रथमः गुणः एव रूप इति. पश्यति वा? हा, तर्हि रूपं नाम किं, कीदृशं रूपम्? अहम् एकं लेखनीं स्वीकरिष्यामि. लेखनी अस्ति, लेखनी नीलवर्णीया लेखनी अस्ति इति चिन्त्यताम्. अस्तु, लेखन्यां रूपमस्ति. कीदृशं रूपमस्ति? नीलत्वम् इति रूपमस्ति. अस्तु, लेखन्यां रूपम् अस्ति तदर्थं लेखनी द्रव्यमपि अस्ति. इदानीं तु सम्यक् अवगतम्. हा, तर्हि एषु चतुर्विंशतिगुणेषु कश्चन प्रभेदः पदार्थे वर्तते चेत् सः पदार्थः द्रव्यम् इति संज्ञां प्राप्नोति इति अवगन्तव्यम्. अस्तु महोदय, भवान् कः पृष्टवान् प्रश्नः? प्रश्नं भगिनि, प्रति पदार्थे चतुर्विंशतिगुणः अस्ति, किञ्चित् गुणा चतुर्विंशगुणात् सन्ति? गुणः द्रव्ये भवति. तर्हि गुणः, हा, तर्हि गुण सर्वे गुणाः एकस्मिन् पदार्थे अथवा एकस्मिन् द्रव्ये भवतु इति न. एकस्मिन् द्रव्ये एकः गुणः स्यात्, अपरस्मिन् अपरः गुणः स्यात्. किन्तु यस्मिन् पदार्थे गुणः अस्ति सः पदार्थः द्रव्यम् इति संज्ञां प्राप्नोति. तस्य कथनस्य तर्हि अग्रे इदानीं द्रव्यं नाम किम् इति ज्ञातवन्तः. गुणाः चतुर्विंशतिगुणाः सन्ति इति ज्ञातवन्तः. अग्रे तृतीयः पदार्थः अस्ति कर्म इति. अत्र एकं वाक्यमस्ति, उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमनमिति पञ्चकर्माणि इति. पश्यन्ति वा सर्वे? एते पञ्च एव कर्माणि इति न, अन्ये कर्माणि अपि सन्ति. किन्तु कर्म इत्यस्य लक्षणं उद्देशग्रन्थः खलु, उद्देशभागं वयं पठामः. तत्र कर्म नाम किम् इत्यस्य वदनार्थं पञ्चकर्माणि स्वीकृतानि सन्ति. केवलं कर्म कीदृशम् इति कथनार्थमेव, तस्य लक्षणं किम् अग्रे गत्वा लक्षणग्रन्थे लक्षणभागे भवति. किन्तु उद्देशभागे नामकरणम् अथवा परिभाषा संज्ञाकरणम् एव भवति. तदर्थं पञ्चकर्माणि स्वीकृतानि, उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमनानि पञ्चकर्माणि इति कर्मणः निर्देशः अत्र अस्ति. तर्हि विश्वे सप्तपदार्थाः सन्ति, द्रव्य गुण कर्म सामान्यं विशेषः समवायः अभावः. सप्तपदार्थेषु अन्यतमं द्रव्यम्. नवद्रव्याणि सन्ति, पृथिवी तेजः जलं वायुः इत्यादयः. चतुर्विंशतिगुणाः पञ्चकर्माणि. अस्तु, इदानीं अग्रे नवमं पुटं पश्यन्तु सर्वे कृपया. अत्र अष्टमे पुटे एकं चित्रमस्ति, द्रव्यम् इति. द्रव्ये द्रव्यमस्ति, द्रव्ये गुणः अस्ति, द्रव्ये कर्म सामान्यं विशेषः समवायः अभावः इति. सप्तपदार्थाः अपि द्रव्ये भवन्ति इति तत्र निर्देशः अस्ति. तर्हि तस्मिन् तेषु चतुर्थः पदार्थः अस्ति सामान्यम्. सामान्यं नाम किम् इत्यस्य विवरणम् अत्र दत्तमस्ति. तर्हि केनापि कोऽपि पठितुम् इच्छति वा? पद्मा भगिनी प्रायः पठति वा? चित्रं नवमे पुटे यदस्ति, बालं द्वितीये परिच्छेदे सामान्यपदार्थनिरूपणम् इति अस्ति. ततः किञ्चित् तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आधेयं सामान्यनिर्देशति इत्यस्य अर्थः एवमेव. अष्टमे पुटे सामान्यम् इति कुत्र अस्ति पश्यन्ति चेत् तत्र सामान्यं द्रव्ये अस्ति. सामान्यं गुणः इत्यस्मिन् सामान्यम् अस्ति, कर्म इत्यस्मिन् सामान्यम् अस्ति. तर्हि सामान्यस्य अधिकरणानि त्रीणि इति निरूप्य आधेयं सामान्यम् इति अग्रे निर्दिशति. सामान्यस्य अधिकरणानि त्रीणि, किन्तु सामान्यं नाम किम् इति अग्रे निरूपणमस्ति. तर्हि भगिनी बालं माता ततः पठतु. नवमे पुटे पश्यति वा भगिनि, बालं माता. अस्तु, केनापि पठ्यते वा? कः वदति इदानीं बालं माता ततः पठतु? अहं पठामि वा? पठतु पठतु महोदय. बालं माता गवाक्षात् कञ्चन प्राणिनं प्रदर्श्य इयं गौः इति वदति. ततः तमेव बालम् आदाय पिता उद्यानं गच्छति. मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति. तत्र पूर्वं या गौः तेन दृष्टा सा अन्या, इयं च अन्या. सा कृष्णा आसीत्, इयं तु श्वेता. अतः उभयोः रूपमपि भिन्नम्. उभयोरपि शृङ्गपादादयः अवयवाः अपि परस्परं भिन्नाः. तर्हि किं दृष्ट्वा सः बालः गौः इयम् इति सम्यक् ज्ञातवान्? तदेव शास्त्रकारैः सामान्यम् इति उच्यते. समानानां धर्मः सामान्यम्. एकविध पर्याप्तं. उदाहरणम् अवगतं किल? माता बालं वदति इयं गौः इति. एकां गां दर्शयित्वा माता वदति इयं गौः इति. तदा बालः अन्यत्र कुत्रचित् गमिष्यति. अपरां गां दृष्ट्वा सः तदा तस्य मनसि चित्रं स्फुरति, गौः चित्रं स्फुरति. सः वदति इयमपि गौः इति. सः कथं वक्तुं शक्नोति? प्रायः मात्रा दृष्टा गौः, श्वेतः गौः स्यात्. बालः तु अपरा गौः दृष्टवान्, सः कृष्णवर्णीया गौः स्यात्. किन्तु बालः वक्तुं शक्नोति इयमपि गौः, सा अपि गौः इति. तर्हि कथम् अभिज्ञातुं शक्नोति? उभयोः अपि शृङ्गपादादयः इत्युक्ते शृङ्गः, हार्न्स् अथवा पादः, गौः पादः, अन्ये अवयवाः सर्वे भिन्नाः. तथापि एकां गां मनसि निधाय बालः अपरां गां दृष्ट्वा वक्तुं शक्नोति इयमपि गौः, सापि गौः इति. कथं वक्तुं शक्नोति इत्युक्ते सर्वासु गोषु एकं सामान्यं वर्तते. सामान्यं नाम समानानां धर्मः सामान्यम्. गोषु या सामान्यं वर्तते तस्य नाम गोत्वम्. समानानां धर्मः, अत्र समानानाम् इत्युक्ते गवां, धेनूनाम् इति. यद्यपि गवां शृङ्गपादादयः अवयवाः सर्वे भिन्नाः, तथापि सर्वासु गोषु एकः धर्मः वर्तते. समानानां धर्मः सामान्यम्. सामान्यं नाम तावदेव. बहूनि पुस्तकानि सन्ति चेत्, मम पार्श्वे इदानीं संस्कृतपुस्तकमस्ति, अपि च आङ्ग्लपुस्तकम् अस्ति, अपरं किमपि पुस्तकम् अस्ति. सर्वाणि पुस्तकानि भिन्नानि एव, किन्तु एकं पुस्तकं दृष्ट्वा अहम् अपरं पुस्तकमपि दृष्ट्वा वक्तुं शक्नोमि इदमपि पुस्तकम्, इदमपि पुस्तकम् इति. तत् कथं भवति? कथम् इत्युक्ते सर्वेषु पुस्तकेषु एकः समानः धर्मः वर्तते, तस्य नाम सामान्यम्. न्यायशास्त्रे समानानां धर्मः सामान्यम् इति चतुर्थः पदार्थः. गोत्वम् इति सामान्यं, पुस्तकत्वं. पुस्तकेषु यः धर्मः अस्ति सः पुस्तकत्वम्. इदानीं मम पार्श्वे घटः अस्ति, घटाः जानाति खलु, पाट्स्. घटाः सन्ति चेत् सर्वेषां घटानाम् एकः धर्मः भवति, घटत्वम् इति. सः तच्च घटत्वं सामान्यम् इति उच्यते न्यायशास्त्रे. सः चतुर्थः पदार्थः. अत्र प्रश्नः अस्ति वा? हरि ओम्, प्रश्नास्सन्ति? अस्तु, तर्हि सामान्यम् इत्युक्ते समानानां धर्मः इति चतुर्थः पदार्थः. सामान्यं समानानां धर्मः अपि च जातिः अपि उच्यते. सामान्यम् इत्युक्ते जातिः, यत् सामान्यधर्मं स्वीकृत्य एकं जातिं निर्मातुं शक्नुमः तदेव सामान्यम् अथवा जातिः. गोत्वम् इति जातिः, पुस्तकत्वम् इति जातिः, लेखनानि सन्ति चेत् लेखनीत्वम् इति जातिः, अथवा घटाः सन्ति चेत् घटत्वम् इति जातिः, पटाः सन्ति चेत् पटत्वम् इति जातिः. सामान्यं जातिः इति एकमेव. अस्तु, इदानीं दशमे पुटे चित्रमस्ति किल, सर्वे पश्यन्ति वा? अत्र राजेन्दर् महोदय चित्रं दृष्ट्वा पुस्तकम् इति अस्ति. पुस्तके किं किं सामान्यम् अथवा कः धर्मः अस्ति अथवा किं का जातिः अस्ति इति विवृतमस्ति. तर्हि वदति वा कृपया? पुस्तकं, पुस्तकस्य धर्मः पुस्तकं, पुस्तकस्य धर्मः द्रव्यत्वं, पुस्तकस्य धर्मः पृथ्वीत्वम्. सत्यं, पुस्तकमस्ति. पुस्तके सामान्यत्रयम् अथवा धर्मत्रयम् अथवा जातित्रयं सर्वं समानमेव. पुस्तके जातित्रयम् अथवा सामान्यत्रयं वर्तते. एकमस्ति पुस्तकत्वं. पुस्तके पृथिवीत्वम् इत्यपि जाति वर्तते. नवद्रव्याणि सन्ति, ते पृथिवी इति उक्तवन्तः वयं. तत्र पुस्तके पृथिवीत्वम् इत्यपि जातिः अथवा धर्मः वर्तते. पृथिवी द्रव्यमस्ति, तर्हि द्रव्यत्वम् इत्यपि जाति पुस्तके वर्तते इति अवगच्छन्ति वा? हा, इदानीम् अग्रिमे चित्रे कः वदति? सन्ध्या भगिनी अस्ति किम्? अस्मि भगिनि. हा, नीलरूपम् इत्यस्मिन् के धर्माः सन्ति इति वदति वा? नीलरूपम् इत्यस्मिन् नीलत्वम् अस्ति, रूपत्वम् अस्ति, गुणत्वम् अस्ति. गुणत्वम् अस्ति. नीलरूपम् इति कश्चन रूपं. प्रथमतया नीलरूपे नीलत्वम् इति एकः धर्मः अस्ति. तद् रूपम् इति कारणेन नीलरूपे रूपत्वम् इति अपि एकः धर्मः अथवा सामान्यम् अस्ति. रूपत्वं, रूपः चतुर्विंशतिगुणेषु वर्तते. प्रथमः अस्ति खलु रूपरसगन्धस्पर्श इत्यादयः. तर्हि रूपम् इति एकः गुणः. तर्हि नीलरूपे गुणत्वम् इत्यपि एकः धर्मः अस्ति. अग्रे यदि गुणत्वम् अस्ति तद् द्रव्यत्वमपि अस्ति न? यदि गुणे गुणत्वं कस्मिंश्चित् पदार्थे अस्ति अथवा गुणः कस्मिंश्चित् पदार्थे अस्ति तदा द्रव्यत्वम् अस्ति. अस्तु, अत्र पुस्तकं किं नीलरूपं पदार्थं नास्ति? नीलरूपं पदार्थः अस्ति. सप्तपदार्थाः सन्ति खलु, द्रव्य, गुणः, कर्म, सामान्यम् इत्यादयः. खलि नीलरूपं कस्मिन् गणे भवितुमर्हति भवती चिन्तयतु? द्रव्यं भवितुमर्हति वा न? गुणः भवितुमर्हति अर्हति वा? आं, भवितुमर्हति. तर्हि नीलरूपम् इति गुणः. यदा तद् नीलरूपं पदार्थे भवति सः पदार्थः द्रव्यं भवति. अवगतं किम्? भगिनी एकः प्रश्नः, पुस्तके कथं पृथिवीत्वं अस्तु. पृथिवीत्वम् इत्युक्ते पृथिव्यां कश्चन गुणः आसीत् गन्धः इति. गन्धः तत् स्वीकृत्य एषः पदार्थः पृथिवी इति निर्देशः भवति. तदा पुस्तकं स्वीकुर्मश्चेत् पुस्तके अपि कश्चन गुणः अस्ति, गन्धः तु भवति एव. तेन कारणेन पृथिवीत्वम् अपि एकः धर्मः अस्ति पुस्तके. तथा पृथिवी एकं द्रव्यमस्ति, नवद्रव्याणि सन्ति, पृथिवी, तेजः, आपः, वायुः, आकाशः इत्यादयः. तर्हि पृथिवी अन्यतमा द्रव्येषु. यतोहि पृथिवी द्रव्ये अन्तर्भूता अस्ति, तदर्थं द्रव्यत्वम् अपि अस्ति पृथिव्यां. पुस्तके पृथिवीत्वम् अस्ति, अतः पुस्तके द्रव्यत्वम् अपि अस्ति. अपि च पुस्तके पुस्तकत्वम् इति अपि एकः धर्मः अस्ति. धर्मः नाम सामान्यं, दे केन् बि यूस्ड् इण्टर्चेञ्जबलि. धर्मः, जातिः, सामान्यं, समानानां धर्मः सामान्यम् इति कथ्यते. धन्यवादः महोदय. भवान् एव उत्क्षेपणकर्म इति कृपया पठतु. उत्क्षेपणकर्म, उत्क्षेपणकर्मत्वं, कर्मत्वं, कर्मत्वं, पञ्चकर्माणि सन्ति इति एकः एकं वाक्यम् अस्ति. क्षम्यतां, प्रश्नः अस्ति वा? न प्रश्नः. पञ्चकर्माणि सन्ति इति एकं वाक्यमासीत्. उत्क्षेपण, अपक्षेपण, आकुञ्चन, प्रसारण, गमनानि, पञ्चकर्माणि इति. तर्हि उत्क्षेपणकर्म इति एकं कर्म अस्ति. उत्क्षेपणकर्मे कर्मणि उत्क्षेपणकर्मत्वं, कर्मत्वम् इति धर्मद्वयम् अथवा जातिद्वयं वर्तते. तमेव वाक्यं निष्ठ उपयुज्य वयं कथं वदामः? पुस्तकनिष्ठपुस्तकत्वं, पुस्तकनिष्ठपृथिवीत्वं, पुस्तकनिष्ठद्रव्यत्वम् इति. उत्क्षेपणकर्म निष्ठ उत्क्षेपणत्वम् अथवा उत्क्षेप उत्क्षेपणकर्मनिष्ठकर्मत्वं, कर्मत्वं. नीलरूपविषये एव तथा च कोऽपि वदति वा? नीलरूपं निष्ठ्य नीलत्वं, नीलरूपं निष्ठरूपत्वं, नीलरूपं निष्ठगुणत्वं. हा, बहु सम्यक्, तथा एव अस्ति. पुस्तकत्वं, पृथिवीत्वं, द्रव्यत्वं, नीलरूपत्वम् इत्यादीनि धर्माः अथवा सामान्यानि अथवा जातिः इति उच्यते. इदानीं अग्रे भगिनी प्रश्नः अस्ति, पुस्तके गुणः अपि अस्ति वा, गुणत्वमपि अस्ति वा? स्यात्, पुस्तके नीलमस्ति, नीलरूपमस्ति, नीलत्वं, नीलरूपत्वम् अस्तु. किन्तु तथा गुणत्वम् इति न वदामः, पुस्तके गुणः अस्ति इति वदामः. पुस्तकं द्रव्यम्. अस्तु, पुस्तके गुणः अस्ति. अस्तु, गुणः अस्ति, नीलरूपम् इति गुणः अस्ति. किन्तु नीलरूपे नीलत्वम् इति जातिः अथवा धर्मः भवति. भगिनी, भगिनी एकः प्रश्नः, एकः प्रश्नः, पुस्तके द्रव्यत्वमस्ति, द्रव्ये गुणः सन्ति खलु, गुणे गुणत्वम् अस्ति खलु? सत्यं. तत्कारणात् पुस्तके गुणत्वमस्ति खलु? तथा वक्तुं शक्नुमः, किन्तु पुस्तके प्रथमं गुणः भवति, गुणे गुणत्वं भवति. आमां, पुस्तकं परिभाषया, बै डेफिनेशन्, द्रव्यमस्ति, द्रव्ये गुणः वर्तते, तत्तु सत्यं, नीलत्वम् इति गुणः भवितुमर्हति, किन्तु तत् नीलत्वं गुणः प्रथमतया तस्य आधारः नीलरूपं भवति. नीलत्वम् इति पुस्तकस्य जातिः इति प्रायः न वक्तुं शक्नुमः इति चिन्तयामि. अस्तु, तर्हि सप्तपदार्थेषु चत्वारः पदार्थाः दृष्टाः. सप्तपदार्थेषु द्रव्य गुणः कर्म सामान्यं, समानानां धर्मः सामान्यम् इति, पुस्तकत्वं पृथिवीत्वं रूपत्वं कर्मत्वम् इत्यादीनि सामान्यानि इति. अधुना सामान्यं द्विविधं, परमम् अपरम् इति, परमं सामान्यम् अपरं सामान्यम् इति द्विधा भवति सामान्यम्. अस्तु, कः पठति? राजेन्दर् महोदय अस्ति वा? आमां, कुत्र? एकादशे पुटे सत्ता, सत्ता इति एका नूतनजातिः, तान् स्वीकृत्य अपरं परम् इत्यस्य विवरणं भवति अग्रे, कृपया पठति वा? परन्तु इत्यस्य परन्तु, परन्तु एकाकारज्ञानं यथा गवाधौ भवति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति द्रव्यगुणकर्मणाम् अपि एकविधं ज्ञानं वर्तते. एवं च शाब्लेयः गौः बहुलेयः गौः इति एकविध ज्ञानेन यथा सर्वेषु गोषु गोषु गोत्वं सिद्ध्यति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति एकविध ज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं जातिः सिद्ध्यति. सतः भावः धर्मः सता अतिरिक्ता जातिः. सत्ता, अस्तु, पुस्तकस्य भावः पुस्तकत्वं, पृथिव्याः भावः पृथिवीत्वं, द्रव्यस्य भावः द्रव्यत्वं, तथा च सतः भावः सत् इति, द्रव्यं सत् इत्युक्ते द्रव्यम् अस्ति, गुणः सन् इत्युक्ते गुणः अस्ति, कर्म सत्, शत्रान्तपदमस्ति सत् अपि च सन्, कर्म सत् इति यदा वदामः तदा सत्ता इति जातिः द्रव्यगुणकर्मसु भवति. सत्ता अथवा सत्त्वम् इति जातिः. अवगम्यते वा? No. द्रव्यम् अस्ति इति भावः तावदेव, गुणः अस्ति इति भावः तावदेव. Oh, okay. अस्तु, द्रव्ये सत्ता, प्रश्नः अस्ति किं? द्रव्यं सत् गुणः सन् इति अस्तु. शत्रान्तपदमस्ति सत् सन्. तर्हि द्रव्ये सत्ता इति जातिः, गुणे सत्ता इति जातिः, कर्मणि अपि सत्ता इति एका जातिः भवति, सतः भावः सत्ता इति. प्रथमतया द्रव्ये द्रव्यत्वम् अस्ति, गुणे गुणत्वम् अस्ति, कर्मणि कर्मत्वम् अस्ति, तद् अतिरिच्य सत्ता इति एका नूतना जातिः अपि अधुना दृष्टा अस्माभिः. सा जातिः एषु त्रिषु पदार्थेषु अपि अस्ति, सत्ता जातिः इति मनसि निधाय अग्रे पठामः. भरणी महोदय अस्ति वा? गोपालमहोदय अस्ति किम्? अस्तु, ये केपि सन्ति, कुत्र पठामि? कुत्र? तथा च सत्तायाः परत्ववर्णनं ततः पठतु कृपया. सत्तायाः परत्ववर्णनं तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया. सैव परा जातिः परं सामान्यं. परम् इत्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि सः अर्थः. द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते परन्तु गुणे नास्ति. तत्र सत्ता वर्तते. गुणत्वं सर्वेषु गुणेषु वर्तते परन्तु द्रव्ये नास्ति. तत्रापि सत्ता वर्तते. एवं कर्मत्वस्यापि तथा च जगति एकशत जगति सहस्र शत द्रव्याणि सहस्रगुणाः पञ्चशत कर्माणि चेत् एकशतद्रव्यत्वम् एकसहस्रगुणत्वं पञ्चशत कर्मत्वम् आहत्य एकसहस्र षट्शत सत्ताः सन्ति. सत्ताः सन्ति. तर्हि एका नूतना जातिः अस्ति द्रव्ये गुणे. हा, सत्ता इति नूतना जातिः अथवा नूतनं सामान्यं, नूतनः धर्मः. सत्ता सर्वत्र भवति. सत्यं सत्यं. तस्य इदानीं द्रव्यगुणकर्म इति पदार्थत्रयं स्वीकृत्य अत्र निरूपणं भवति यत् सत्ता इति एका जातिः त्रिषु अपि वर्तते, खलु? द्रव्यत्वम् इति जातिः केवलं द्रव्ये एव. गुणत्वम् इति जातिः केवलं गुणे एव. कर्मत्वम् इति जातिः केवलं कर्मणि एव वर्तते लोके. किन्तु सत्ता त्रिषु अपि वर्तते. एतादृश सहस्र शत द्रव्यत्वं कथं संख्या? संख्या तु उदाहरणत्वेन एव. एतस्य अर्थः अयं न यत् शतद्रव्याणि एव इति नास्ति. यदि वयम् अस्माकं पार्श्वे शतद्रव्याणि सन्ति चेत् तथा द्रव्यत्वं शतपदार्थेषु. सहस्रगुणाः इति स्वीकुर्मश्चेत् तदा सहस्रेषु गुणत्वं. पञ्चशत कर्माणि स्वीकुर्मश्चेत् पञ्चशतेषु पञ्चशते कर्मत्वं. किन्तु सत्ता इति एका या जातिः अस्ति सा सर्वेषु वर्तते. द्रव्ये गुणे कर्मणि तर्हि सत्ता इति एका बृहती जातिः अथवा बृहत् सामान्यं. सत्तायाः अपेक्षया द्रव्यत्वं न्यूनं, गुणत्वं न्यूनं. यत् अस्ति तत् सत् एतत् समीचीनं वा? सत्यं. सतः भावः सत्ता. सतः भावः सत्ता. सतः भावः सत्ता इति. तर्हि सत्ता इति एका जातिः. यथा द्रव्यस्य भावः द्रव्यत्वं तथा सतः सतस्य भावः सतः भावः सत्ता. यत् वर्तते इति वयं ज्ञातुं शक्नुमः तत् ते सर्वे सत्ताः एव. हा, यद्वर्तते तस्मिन् सत्ता अस्ति. तर्हि द्रव्यगुणकर्म वर्तते चेत् तेषु सत्ता अस्ति. किन्तु द्रव्यत्वम् इति धर्मः केवलं द्रव्ये, गुणत्वं केवलं गुणे, कर्मत्वं केवलं कर्मणि. तर्हि सत्ता इति एका जातिः अथवा एकं सामान्यं सर्वेभ्यः अपेक्षया बृहत् अस्ति. द्रव्यं न्यूनेषु वर्तते, गुणत्वं न्यूनेषु वर्तते, कर्मत्वं न्यूनेषु वर्तते. सत्ता इति जातिः अधिकेषु वर्तते. अधिकेषु पदार्थेषु सत्ता इति एका जातिः वर्तते. सा च जातिः परं सामान्यम् अथवा पराजातिः इति उच्यते. तस्य अपेक्षया द्रव्यत्वं, गुणत्वं, कर्मत्वं सर्वम् अपरं सामान्यम् अथवा अपराजातिः इति उच्यते. अवगच्छन्ति वा सर्वे? एतत् सर्वम् अन्यविषय अपेक्षया अस्ति किल, रिलेटिव् अस्ति परम् अपरम्. इदानीं केन उक्तं? विद्याशङ्कर. अस्तु महोदय, भवान् एव अग्रे अपि पठतु, इतोपि स्पष्टः स्यात्. द्रव्यत्वादीनाम् इति तत् पठतु. अस्मिन् पुटे अग्रिमे पुटे एव अस्ति, द्वादशे पुटे. द्रव्यत्वादीनां द्रव्यवादीनां परापरत्वसाधनम् एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि, पृथिवीत्वापेक्षया अधिकानि. पृथिवीत्वं पृथिव्यामेव, द्रव्यत्वं तु जलादौ अपि अस्ति, अतः द्रव्यत्वं सत्ता अपेक्षया अपरम् न्यूनेषु वर्तते, पृथिवीत्वापेक्षया परम् अधिकेषु वर्तते. अस्तु, तर्हि इतः परम् अवगतं किल? आमां. यथा भवान् उक्तवान् रिलेटिविटि अस्ति, सत्ता इति द्रव्यत्वस्य अपेक्षया सत्ता पराजातिः अथवा परं सामान्यम्. किन्तु द्रव्यत्वम् इति यत् सामान्यमस्ति अथवा या जातिः अस्ति, द्रव्यत्वं पृथिवीत्वम् अपेक्षया पराजातिः, सत्तायाः अपेक्षया अपराजातिः. यः धर्मः अथवा या जातिः यत् सामान्यं न्यूनेषु वर्तते तदस्ति अपरम्, अधिकेषु यद्वर्तते तदस्ति परम्. अवगच्छन्ति वा? तदर्थम् अपरं परं सामान्यम् इति द्विधा अस्ति सामान्यम्. अस्तु, इतः पर्यन्तं कोऽपि प्रश्नाः सन्ति किम्? अपि च पूर्वतटे अधुना सार्धदशवादनम् इति चिन्तयामि, अग्रे सर्तुम् इच्छन्ति वा अथवा अत्र स्थगयामः वा? तर्हि महोदयेन न्यूनेषु, क्षम्यतां, न्यूनेषु अधिकेषु इति कथं निर्णयं कुर्मः? यथा महोदयेन उक्तं, रिलेटिविटि, रिलेटिव्लि सत्ता इति अस्तु, द्रव्यत्वं सत्ता इति जातिद्वयं स्वीकुर्मः, तयोः मध्ये का अपरा, का परा इति भवती वदति वा? तत्तु मया न ज्ञातं भगिनि, मम तु भ्रमः जायते. ओ अस्तु, तर्हि द्रव्यत्वं पृथ्वीत्वम् इति जातिद्वयं स्वीकुर्मः अथवा सामान्यद्वयं स्वीकुर्मः इदानीं. द्रव्यं, द्रव्ये एकद्रव्यमस्ति पृथ्वी इति, नवद्रव्याणि सन्ति, तस्मिन् एकं पृथ्वी इति द्रव्यम् इति अवगच्छति वा? आमां, आम् सत्यम्. तर्हि द्रव्यत्वम् इति पृथ्व्याम् अस्ति, द्रव्यत्वम् इति तेजसि अस्ति, द्रव्यत्वम् इति वायौ अस्ति. किन्तु किमर्थं चेत् एतानि सर्वाणि द्रव्याणि एव, पृथ्वी, तेजः, वायुः, जलं, सर्वाणि द्रव्याणि, द्रव्यत्वम् एतेषु सर्वेषु वर्तते. किन्तु पृथ्वीत्वम् इति धर्मः केवलं पृथिव्यामपि, पृथिव्यामेव अस्ति. अङ्गीकरोति वा? आमां सत्यं. तर्हि द्रव्यत्वम् इति यत् सामान्यम् अथवा धर्मः अस्ति तत् परम् अधिकेषु वर्तते, पृथिव्यां, जले, तेजसि, आकाशे, काले, सर्वत्र द्रव्यत्वं वर्तते, तदर्थं द्रव्यत्वं परं सामान्यम्. पृथ्वीत्वं केवलं पृथिव्यां वर्तते, तर्हि पृथ्वीत्वम् अपरं सामान्यम्. अस्तु, द्रव्यत्वम् अपेक्षया पृथ्वीत्वं अपरम्. अपरं. भवत्याः नाम? प्रिया. प्रिया भगिनी अस्तु. तर्हि एतावत्पर्यन्तं स्पष्टं स्यात् इति मन्ये, प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु. वस्तुतः महोदयेन अष्टादशपुटपर्यन्तं कृतमस्ति. शनिवासरस्य वर्गे अष्टादशपुटपर्यन्तं कृतवान् अस्ति, किन्तु अत्र स्थगयामश्चेत् भवन्तः चिन्तयन्तु किं कर्तुम् इच्छन्ति. इतः अग्रिमे शनिवासरे महोदय पुनः अष्टादशपुटात् आरभ्य पाठं प्रारम्भं करिष्यति. तर्हि भवन्तः चिन्तयन्तु, इतोपि एकः वर्गः आवश्यकः चेत् अष्टादशपुटपर्यन्तं गन्तुं. तर्हि शनिवासरस्य वर्गात् प्राक् एकः वर्गः प्रायः स्यात्. अस्माकं विकल्पे के विकल्पम् अस्ति वा? अवसरः अस्ति वा पुनः एकवारं वर्गस्य? महोदय कृपया इतोपि एकवारं वदतु. पुनः एक वर्गस्य अवसरम् अस्ति वा इति पृच्छामि. महोदयेन वक्तव्यमस्ति, भवन्तः इच्छन्ति चेत् शनिवासरात् प्राक् इतोपि एकः वर्गः भवतु इति, तदा वयं प्रायः इतः अग्रे गत्वा अष्टादशपुटपर्यन्तं समापयामः. तथा सिङ्कप् भवति, शनिवासरस्य वर्गे अष्टादशपुटात् महोदय प्रारम्भं करोति इति. अतः कृपया महोदयमेव पृच्छन्तु ई पत्रं लिखित्वा, वयं किमपि कर्तुं शक्नुमः. अथवा गृहे पठित्वा अवगच्छन्ति इति अपि अस्ति चेत् तदपि समीचीनम्. अहं सिद्धा अस्मि, पुनः भवत्याः समयः अस्ति चेत्, परन्तु भवती अपि पश्यतु. गुरुशुक्रवासरे कर्तुं शक्नुमः वा? शुक्रवासरे रात्रौ वा? आम्, प्रायः तद् शक्यम् इति चिन्तयामि. अस्तु महोदयेन सह चर्चां कृत्वा प्रेषयेत्. अस्तु भगिनि, शुभरात्रिः. अस्तु, प्रश्नाः न सन्ति चेत् विरमः. धन्यवादः. हलो, राधा भगिनी.